नमस्ते, मेरा नाम विवेक शर्मा, लघु सिद्धांत भवन के सूत्रोच्चारण के लिए अथ कण्वादे कण्वादिभ्यो यक् अथ आत्मनेपद प्रक्रिया कर्तरी कर्म व्यतिहारे न गति न गतिर्हिंसार्थेभ्य निर्विशः परिव्यवेभ्यः क्रियः विपराभ्यां जेह समव प्रविभ्य सह अपन्वे ज्ञः अकर्मकाच्च उदश्चरः सकर्मकात् समस्तृतीया युक्तात् दानश्च सा चेत् चतुर्थ्यर्थे पूर्ववत् सनः हलन्ताच्च गन्धनावक्षेपणसेवनसाहसिक्य प्रतियत्नप्रकथनोपयोगेषु इति इत्यात्मनेपदप्रक्रियः